पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 9 युधिष्ठिर उवाच इन्द्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम जालन्धरेण विचितैः स्वर्गराज्ये हृदे सति नारद उवाच अध त्यक्त्वा दिवं देवा प्रापुस्ते दुर्दशां चिरं न पीयूषं नैव यज्ञाः ययुस्थानं स्वयम्भुवः ददृशो ब्राह्मभुवने ब्रह्माणं परमेष्ठिनं प्राणायामेन युञ्जानं मनस्वं परमात्मनि ते तुष्टुः सुराः सर्वे वाग्भिस्तद्याभिराधृताः ततः प्रसन्नो भगवान् किं करोमीति चाब्रवीद तदो निवेदयां चक्रुः ब्रह्मणे विबुधाः पुनः जालन्धरस्य सकलं तथा निजपराभवम् क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः स्थिता सन्तुष्टुर्देवा ब्रह्मशक्रपुरोगमाः नमो भवाय शर्वाय नीलग्रीवाय ते नमः नमस्तूलाय सूक्ष्माय बहुरूपाय ते नमः इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शङ्करः प्रोवाच नन्दिनं देवा नानयस्वेदि सत्वरं श्रुत्वा शम्भोर्वजो देवा आहूदानन्दिना द्रुतम् प्रविश्यान्धपुरे देवा ददृशुर्विस्मिते क्षणाः तत्रासने समासीनं शङ्करं लोकशङ्करं गणैकोटिसहस्रैस्तु सेवितं भक्तिशालिभिः नग्नैर्विरूपैकुडिलैर्जडिलैर्धूलिधूसरैः प्रणिपत्याग्रतः प्राह सह देवैः पितामहः सुखरोगो यथा स्यासि चक्रसोऽयं वृथा गतः कृपां कुरु महादेव शरणागतवत्सल तत्र उच्चैर्विभोर्हास्यं श्रुत्वा ब्रह्मा पिनाकिनः उवाच देवदेवेश्यं पश्यावस्थां दिवौकसां तद सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितं शक्रस्य मानभङ्गं च देवार्थे परमेश्वरः प्रेम्णा भवान्या विज्ञप्तो नृपप्राह वचोहरः विष्णुना न कदो योरि स कथं हन्यते मया पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह तैः शस्त्रैर्नैव वध्योऽसौ बली जालन्धरोऽसुरः हेदिभिपूर्वसंसृष्टैः समयापि न हन्यते देवा कुर्वन्तु शस्त्रं हि मम प्राणसहं दृढम् शम्भोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाधशङ्करम् स्वयं गुरु महाशस्त्रं त्वं वेद्धस्वात्मनो बलम् इति तस्य वच श्रुत्वा प्रत्युवाच महेश्वरः ब्रह्मन् विमुं च तेजस्त्वं क्रोधयुक्तं सुरैः सह त ततस्तेजो मुमोचाध ब्रह्मा ब्रह्मास्त्रसूचकः रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान् स्वयं देवाश्च मुमुचु सर्वे सक्रोधं तेजसां चयम् अत्रान्तरे स्मृतप्राप्तो हरेण मधुसूदनः किं करोमीति तेनोक्तशिवः प्राहजनार्दनम् विष्णो जालन्धरः कस्मान्न हदः सङ्करे त्वया कथं सुरान् परित्यज्य क्षीराब्धिं शयितुं गतः श्रीविष्णुरुवाच यतितं हन्मि देवेश श्रीकथं मम वल्लभा तस्मात् त्वं पार्वतीकान्द जहि जालन्धरं रणे तेजस्त्वं क्रोधजं मुञ्जेत्युक्त सर्वेण केशवः मुमोच वैष्णवं तेजः तत्सर्वं समवर्धत तेजप्रवृद्धं तद्दृष्ट्वा व्यापकं प्राह केशवम् शङ्कर उवाच एतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ विश्वकर्मादयस्तच्च श्रुत्वा शङ्करभाषितं निरीक्ष्य च तदान्योन्यं किं कुर्म इति शङ्किताः दृष्ट्वा तूष्णीं स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितं तदाह भगवान् ब्रह्मा अनालोक्यं हि दैवतैः सोढुं न शक्तास्ते तेजो धर्तुं केन च शक्यते ततः प्रहस्य भगवानुत्पत्योपरि तेजसः वामाङ्घ्रिपार्ष्णिना शम्भुर्ननर्तभ्रमरीचयं ततो देवा महेन्द्राद्यास्तेजसोपरि शङ्करं नृत्यमानं तदा दृष्ट्वा मुदा वाद्यान्यवादयन् तदा प्रभृति नृत्येषु भ्राम्यदे भ्रमरीचयम् अथ चक्रं समुत्पन्नं शम्भोर्नर्तनमर्दनाद आरलक्षत्रयोपेदम् अस्थिकोटिसमाकुलं सर्वाङ्घ्रिकषण तस्य तेजसो निसृधा कणाः विश्वकर्मा च तेनास्त्रं विमानानि च निर्ममे तदस्ते निर्जराभीत्या दृष्ट्वा चक्रं सुदर्शनं त्राहि त्राहीति देवेशं प्रत्युचुस्ते सुरान्नृप पृथ्वी काठिन्यमादाय लोहानामपि तेजसां यद्विश्वकर्मणाकोशं कृतं भस्मीकृतं च तद् सृष्टेन तेन चक्रेण दग्धकालोपदत्क्षितौ ततस्तद्ब्रह्मणो हस्ते ददौ चक्रं स धूर्जडिः चक्रार्चिर्नियह्यैकूर्चं दृष्ट्वा दग्धमुपापदिः हसित्वा ब्रह्मणो हस्तद्गृहीत्वा सत्वरं शिवः दधौ कक्षापुडे चक्रं निधानं निर्धनो यथा ततो न दृश्यते चक्रं शिवकक्षापुडे स्थितं महामूर्खस्य यद्दत्तं दानं तस्य फलं यथा इति श्रीपाद्मे महापुराणे उत्तरखण्डे युधिष्ठिरनारदसंवादे जालन्तरोपाख्याने सर्वदेवतेजोमयचक्रोत्पत्तिर्नाम नवमोऽध्यायः ॐ